तर्हि अस्माकं नूतनपुस्तकमस्ति गीतासोपानं द्वितीयभागः. तत्र गते सप्ताहे प्रथमपाठः आरब्धः. तत्र उपपदविभक्तयः इति विषयः आसीत्. तत्र प्रति धिक् अलं सदृश ऋते विना पूर्वपर च इति पदैः सह उपपदविभक्तयः भवन्ति. नाम सामान्यतया विभक्तिः विभक्तेः अन्वयः भवति क्रियायां, यथा अहं बालकं पश्यामि इति गतसप्ताहे वयं दृष्टवन्तः. बालकमित्यस्य का विभक्तिः? द्वितीयविभक्तिः. अहं बालकं पश्यामि द्वितीयविभक्तिः. तत्र किमर्थं द्वितीयविभक्तिः? पश्यामि इति धातुः अस्ति, किं इतोपि वक्तव्यमस्ति? पश्यामि क्रियस्य फलम् न फलमिति किं वक्तव्यमस्ति? कर्मपदं खलु, कर्मपदं. हा, फलमिति फलमिति वक्तुं शक्नोति. तत्र क्रियपदस्य फलमिति वक्तुं शक्नोति. अत्र कर्मपदमस्ति. तत्र यत्र क्रियायाः फलम् अस्ति, क्रियायाः आश्रयः, तत्तु कर्मपदं भवति इति वदामः कर्मपदम्. तर्हि अहं बालकं पश्यामि इति अस्मान् वाक्ये तत्र बालकम् इति कर्मपदमस्ति. कर्मपदमस्ति यतोहि क्रियापदस्य कर्मपदमस्ति. किन्तु यत्र उपपदविभक्तयः सन्ति तत्र क्रियपदं विभक्तेः कारणं न. अहं मित्रेण सह गच्छामि इत्यनेन तत्र सः इति कारणं भवति मित्रेण इति पदस्य तृतीयविभक्तिरूपम्. स्पष्टमस्ति वा नीता भगिनि? भवती वदतु. बालकं पश्यामि अत्र क्रियायाः फलं, क्रियापदं पश्यामि तस्य फलं किमत बालकं पश्यामि, अतः द्वितीया विभक्ति. सामान्यतया क्रिया इति कारणं भवति विभक्तेः इति उदाहरणमस्ति. किन्तु मित्रेण सह गच्छामि अत्र सः इति पदस्य इति पदं तृतीयविभक्तेः कारणं, न तु गच्छामि. अहं मित्रेण क्रियायाः फलं नास्ति नास्ति इति भेदः. अतः तत्र कारकविभक्तिः, यत्र अहं बालकं पश्यामि तत्र विभक्तिः इति कारकम् इति वदामः कारकं. यत्र विभक्तिः क्रियापदस्य फलम् अथवा क्रियापदं विभक्तेः कारणं. यत्र अन्यत् पदमस्ति न तु क्रियापदं कारणं, यथा सः इति तृतीयविभक्तिः, तत्र उपपदविभक्तिः इति वदामः, न तु कारकविभक्तिः, उपपदविभक्तिः. तर्हि अत्र तथा अस्ति. वयं पठितवन्तः सर्वं, केवलं श्लोकत्रयम् अवशिष्यते अन्ते. अत्र लक्ष्मीभगिनी किञ्चित् वदति वा तत्र श्लोकस्य अर्थः, अथवा किं किं दृष्टवती, किं ज्ञातवती? प्रथमम् अहं श्लोकं पठामि, तत् अनन्तरं श्लोके यानि शब्दानि ये शब्दाः सन्ति तान् शब्दान् आर्डर् इत्युक्ते आर्डर् आङ्ग्लभाषा मास्तु. तत्र मम वदनस्य का आवश्यकता, भवती न जानाति वा? अग्रे पठतु कृपया संस्कृतेनैव. प्रथमं श्लोकं पठामि. कामात्मनः स्वर्गपरा जन्मकर्म फलप्रदाम् क्रियाविशेषबहुलाम् भोगेश्वर्यगतिम् प्रति. एतस्मिन् श्लोके महोदय वर्ड् आर्डर् शब्दक्रमः अस्ति. कामात्मनः स्वर्गपराः जन्मकर्म फलप्रदां विशेषक्रियाबहुलां भोगैश्वर्यगतिं प्रति शब्दक्रमः. एतस्य श्लोकस्य अर्थः ये जनाः कामात्मनः स्वर्गपराः ते जनाः बहूनि कार्याणि कुर्वन्ति, केवलं तत् क्रियायाः कारणं जन्मकर्म फलम्. तदर्थं ते जनाः भोगेश्वर्यगतिं प्रति गच्छन्ति. समीचीनमस्ति. नाम अस्य श्लोकस्य सारांशः अत्र वस्तुतः श्लोकद्वयमस्ति. अत्र किमर्थं सामान्यतया नाम पृथक् रीत्या न पठनीयं भवति. यत्र श्लोकद्वयस्य मिलित्वा अर्थः भवति, किन्तु अत्र एक एव श्लोकः वस्तुतः अर्थस्य एक एव भागः भवति. किन्तु यत्किमपि भवतु नाम अत्र कामात्मनः इति विभक्तिः का विभक्तिः? प्रथमविभक्तिः. स्वर्गपराः जन्मकर्म फलप्रदाम् क्रियाविशेषबहुलाम् तदपि द्वितीया विभक्ति एकवचनम्. अस्तु, बहु सम्यक् अस्ति. अग्रे वदतु. भोगैश्वर्यगतिम् अपि तदपि द्वितीया विभक्ति एकवचनम्. अस्तु, प्रति उपपदविभक्ति इति अत्र स्थापितं. तदर्थम् इति अस्माभिः अवगन्तव्यमस्ति यत् प्रति इति कारणेन द्वितीयविभक्तिः अस्ति. अत्र अहं बालकं पश्यामि इत्यस्मिन् तत्र कारकविभक्तिः अस्ति, अत्र उपपदविभक्तिः अस्ति. प्रति इति कारणेन पदत्रयम् अस्ति यत् द्वितीयविभक्तौ भवति. अवगच्छति वा? तर्हि अस्य श्लोकस्य सारांशः अस्ति यत् ये जनाः मूर्खाः सन्ति, ये जनाः नाम बहवः श्लोकाः एवं सन्ति खलु भगवद्गीतां, ये बुद्धिमन्तः सन्ति ते तथा, ये मूर्खाः सन्ति ते तथा कुर्वन्ति. अत्र श्लोकस्य अर्थः ये मूर्खाः सन्ति ते सम्यक् न अवगच्छन्ति, तेषां कार्यं सम्यक् न भवति. अत्र तत्र केवलम् इन्द्रियाणां सन्तोषार्थं सर्वं भवति तेषां जीवने. तर्हि अत्र कामात्मनः नाम कामः एव आत्मा येषां ते. अत्र अधिकसमयः नापेक्षितः इति मम चिन्तनं, यतोहि तत्र समासविषये वयं न कृतवन्तः, अतः समासः तत्र अधिकविषये तत्र मास्तु इति अहं चिन्तयामि. किन्तु अत्र कामः एव आत्मा येषां ते इति बहुव्रीहिसमासः अस्ति, तत्र कामात्मनः. किन्तु तावदेव वदनेन वयम् अवगच्छामः कामः एव आत्मा येषां ते. तर्हि कामः नाम स्थूलजीवनम् अस्ति खलु, स्थूलजीवनं, तत्र विकसितजीवनं नास्ति. अपि च स्वर्गपराः अपि तथा, स्वर्गः एव परः येषां ते. नाम स्वर्गः एव लक्ष्यमस्ति अथवा कामः एव लक्ष्यमस्ति इति मूर्खता इति अनेन श्लोकेन उच्यते. अनन्तरं जन्मकर्मफलप्रदाम् इति अपि तथा, नाम तस्यां दिशि तां प्रति गन्तुमिच्छन्ति. क्रियाविशेष बहुलाम् अपि तथा भोग ऐश्वर्य गतिं भोगेश्वरिगतिः तां प्रति. अत्र मुख्यमस्ति उपपदविभक्तिः प्रति इति पर्याप्तमिति अहं मन्ये. द्वितीये श्लोके तत्र उपपदविभक्तिः कुत्र अस्ति? सदृशं वदतु महोदय. तत्र किम् अवगच्छति भवान्? पश्यतु अहं वदामि शीघ्रमेव. अत्र अत्र एकं भवति, यत्र यत्र श्लोकः अस्ति अस्माकं प्रथमकार्यमस्ति क्रियापदं किं, क्रियापदं किम् अत्र विद्यते. अपि च अन्यत् क्रियापदमस्ति वा द्वितीयश्लोके? तर्हि क्रियापदद्वयमस्ति, विद्यते विन्दते. विन्दति विद्यते विन्दति अस्माकं प्रथमकार्यं क्रियापदं किं, नाम वाक्यस्य रचनार्थं. यतोहि सामान्यतया यत्र श्लोकः भवति तत्र शब्दक्रमः, यथा वयं वदामः अहम् आपणं गच्छामि, तादृशशब्दक्रमः बहुवारं नास्ति खलु श्लोकेषु. अतः अस्माकं कार्यं प्रथमकार्यमस्ति क्रियापदं किम्, अनन्तरं अन्वयवाक्यम्. अन्वयवाक्यम् इति जानन्ति वा? नाम अन्वयवाक्यं नाम किम् जानन्ति वा? अन्वयवाक्यं नाम यथा लोके यदा वाक्यं वदामः अहम् आपणं गच्छामि, नाम कर्तृपदं कर्मपदं क्रियापदं, तादृश लौकिकशब्दक्रमः भवति. श्लोकेषु तथा नास्ति, किन्तु श्लोकम् आधारीकृत्य यदा वयं तादृशं वाक्यं रचयामः लौकिकवाक्यं श्लोकस्य अर्थे, तदा तस्य लौकिकवाक्यस्य नाम अन्वयवाक्यम्. अन्वयः इत्युक्ते सम्बन्धः, अन्वयशब्दस्य अर्थः सम्बन्धः. तर्हि अन्वयः इत्युक्ते सम्बन्धः. तर्हि यथा प्रत्येकं पदस्य सम्बन्धः भवति क्रियायां, क्रियापदं वाक्यस्य अन्ते स्थापयामः, अनन्तरं यथा भवेत् शब्दक्रमः तथा यदा रचयामः. उदाहरणार्थं वदामि, अत्र श्लोके लिखितमस्ति न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते, किन्तु अत्र लौकिकवाक्यं रचयामश्चेत् तत्र अन्वयः इति भवति. ज्ञानेन सदृशं पवित्रम् इह न हि विद्यते इति अन्वयवाक्यमस्ति. इदानीं सामान्यवाक्यमस्ति, ज्ञानेन सदृशं पवित्रम् इह नाम अस्मिन् लोके न हि विद्यते. ज्ञानेन सदृशं पवित्रं नाम सौन्दर्यं, ज्ञानेन सदृशं यथा आध्यात्मिकं ज्ञानं यथा भवति तादृशं सौन्दर्यम् अस्मिन् लोके न एव लभ्यते इति अर्थः. विद्यते नाम भवति, न एव भवति. ज्ञानेन सदृशं नाम ज्ञानम् इव, आध्यात्मिकज्ञानम् इव पवित्रम् इह नाम अस्मिन् लोके न हि नाम न एव भवति इति इदानीं नाम सरलमस्ति खलु? किन्तु यदा वयं पश्यामः न हि ज्ञानेन सदृशं पवित्रमिह विद्यते, तत्र कः शब्दः कस्य कस्मिन् अर्थे अस्ति केन किं कः सम्बन्धः इति तत्र अस्माकं भ्रमः भवति. द्वितीयं वाक्यं तत्र सुब्रह्मण्यमहोदय पठतु कृपया द्वितीयं वाक्यं. तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति. अत्र क्रियापदं विन्दति, कर्तृपदं योगसंसिद्धः. यः योगसंसिद्धः अस्ति सः स्वयं कालेन आत्मनि विन्दति. अत्र ज्ञानं सूचयति. योगसंसिद्धः कालेन स्वयम् आत्मनि ज्ञानं विन्दति. आत्मनि ज्ञानम् अनुभवति, नाम तस्य विन्दति अनुभवति, तस्य प्राप्नोति अनुभवति इति अर्थः. तर्हि वस्तुतः अन्वयः तत्रैव यथावत्. तत् स्वयं योगसंसिद्धः कालेन नाम गच्छता कालेन आत्मनि विन्दति. आत्मनि इति का विभक्तिः? सप्तमी अस्ति. सत्यम्. अत्र उपपदविभक्तिः सदृशं ज्ञानेन इति तृतीया तेन कारणेन खलु. अनन्तरं तृतीये श्लोके तत्र उपपदविभक्तिः कुत्र अस्ति? हा नाम विभक्तिः कुत्र अस्ति? विभक्तिः अस्ति आज्यः अभिजनवानस्ति कः अन्य मया सदृश इति. अनेन कारणेन एते त्रयः श्लोकाः अत्र स्थापिताः. तत्र प्रति अस्ति, सदृशः अस्ति, अपि च तत्र उपपदविभक्तिः भवति ज्ञानेन. अनन्तरं मया सदृशः, ज्ञानेन सदृशम्. अनन्तरम् एतत् सर्वं द्वितीयविभक्तौ भवति. क्रियाविशेष्य बहुलां प्रति इति यत्र प्रथमे श्लोके प्रति अस्ति तत्र द्वितीयविभक्तो भवति इति एव पर्याप्तमस्ति इति मन्ये. अग्रे गत्वा एतेषां श्लोकानां पूर्णतया परिशीलनार्थं तत्र समासः अपेक्षितः अस्ति. अस्तु अग्रे सरेम. अत्र वार्तालापः अस्ति व्यक्तिद्वयं, तत्र लक्ष्मीभगिनी सुधामा अपि च नीता भगिनी द्वितीय, तत्र हरिराम त्रिपाठी. अस्तु भगिनी. आख्याहि नेको भवान्. आख्याहि इति लोट्लकारः. आख्याति इति वदति. आख्याति इति वदति तत्र लोट्लकारस्य मध्यमपुरुषस्य, यथा वदति इत्यस्य त्वं लोट्लकारी रूपं किम्? करोतु. न वदति इति लट्, वदसि इति लट्, लोटि लोट्लकार. हा वद नाम प्रथमपुरुषे वदतु खलु, वदतु अत्र मध्यमपुरुषे वद. अत्रापि यथा ददाति इत्यस्य मध्यमपुरुषे तत्र लोटकाररूपं किं? त्वं ददातु, भवान् ददातु, त्वं देहि इति जानन्ति खलु. भिक्षां देहि इति भवति खलु प्रसिद्धशब्दः देहि. अत्र आख्याहि लोट्लकारस्य रूपमस्ति. त्वम् आख्याहि नाम भवान् वदतु इति अर्थः. वदतु त्वम् आख्याहि. आख्याहि मे को भवान् नाम मह्यं वदतु भवान् कः. परिचयस्य विषयः स्पष्टम् अस्तु. अस्तु अग्रे अग्रे गच्छेम तर्हि. पठतु भगिनि. हलन्तपुंलिङ्गशब्दाः प्रथमा विभक्तिः. एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. श्रीमन् अहं भवतः शिक्षार्थी भवितुम् इच्छामि. अस्तु सुधामन्, किम् अध्येतुम् इच्छसि? भगवद्गीताम् अध्येतुम् इच्छामि. भगवद्गीतायाः एव अध्ययनं किमर्थम्? यद्यपि अहम् एकत्र अधिकारी अपरत्र समाजसेवी अपि, अतः अहं गीताध्ययने आसक्तिमान् अस्मि. योगिना कृष्णेन उक्तं गीताम् उक्तां गीतां भवान् इतः पूर्वम् अधीतवान् वा? आम्, अन्ये केचन एतस्मिन् विषये उत्साहिनः सुहृदः मम परिचिताः सन्ति. तेषु एकः अनुभवशाली वणिक्, त्रयः कुशलिनः भिषजः, अन्ये च मम सहोद्योगिनः अधिकारिणः. एतादृशाः शिक्षार्थिनः निरन्तरं कक्ष्याम् आगमिष्यन्ति वा? आम्, निश्चयेन आगमिष्यन्ति, यतः मम सर्वे सुहृदः परिश्रमिणः, उत्साहिनः, गीतानुरागिणः च. महान् सन्तोषः जातः. भवतां सर्वेषां गीताकक्ष्यां प्रति स्वागतम्. अस्तु महोदय, पुनर्मिलाव. अस्तु, बहु सम्यक् अस्ति. अत्र विषयः अस्ति हलन्तशब्दाः, अतः स्थूलाक्षरैः लिखिताः शब्दाः हलन्ताः. हल् अन्ते येषां ते, हल् नाम व्यञ्जनम्. हल् नाम नूतनतया कोऽपि आगतो वा मध्ये? अहं श्रुतवान्, ध्वनिं श्रुतवान्. अन्य कोऽपि अस्ति वा? अस्तु भगिनि, हा समीचीनम्. तर्हि अत्र हलन्तशब्दाः इति विषयः. अत्र व्यञ्जनम् इति हल् वर्णः अन्ते येषां ते हलन्तशब्दाः, यथा शिक्षार्थी सुद्धामन्, अधिकारी, समाजसेवी, एते शब्दाः हलन्तशब्दाः. अत्र तेषां रूपाणि यथा भवत् शब्दः भवति. एकवारं यदा वयं भवत् शब्दं जानीमः सम्यक् रीत्या, तदा न कोऽपि क्लेशः भविष्यति. भवान्, भवन्तौ, भवन्तः इति कोऽपि जानाति वा? सुब्रह्मण्य महोदय, तत्र भवत् शब्दं जानाति वा? वदतु रूपाणि. भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, भवता, भवद्भ्यां, भवद्भिः, भवते, भवद्भ्यां, भवद्भ्यः, भवतः, भवद्भ्यां, भवद्भ्यः, भवतः, भवतोः, भवतां, भवति, भवतोः, भवतु. बहु समीचीनमस्ति. तथैव भवति. अस्तु, भवान् हलन्तशब्दानां विषये पठितवान् पूर्वमेव वा? किञ्चित् पठितवान् महोदय, अत्र जाह्नवीशिबिरे किञ्चित् पठामि. ओ तावदेव, अस्तु अस्तु, तावदेव. भवानेव पठितवान्? हा हा हा हा हा, अस्तु अस्तु. नाम अस्मिन् पर्याये अत्र तत्रैव शिबिरे अस्मिन् संवत्सरे? हा हा हा हा, अस्तु अस्तु, तस्मात् पूर्वं न. अस्तु अस्तु, तर्हि बहु समीचीनमस्ति. सर्वे पुष्पाभगिनी अपि किञ्चित् जानाति वा? नाम हलन्तशब्दरूपाणि, हलन्तशब्दरूपाणि जानाति वा? ओके ओके, उदाहरणार्थं सरित्, सरित् इति स्त्रीलिङ्गस्थकारान्तशब्दः, तत्र सरित् इति शब्दं वदाति वा? सरित् न न न सरिताः न न एकनिमेषः, सरिताः इति न भवति. न न भगिनि, पुस्तकस्य दर्शनेन न कोऽपि लाभः. अहं पृच्छामि, भवती जानाति न वा? अस्तु अस्तु अस्तु, किन्तु भवती पूर्वं पठितवती? अस्तु ओके, अस्तु अस्तु. तर्हि किन्तु लक्ष्मी भगिनी अत्र प्रथमवारं भवति खलु, अत्र समस्या नास्ति, अत्र सारल्यमस्ति, अतीव सारल्यमस्ति. एकवारं वदामि, यथा भवत् शब्दः भवति तथैव भवन्ति. अतः एकं तत्र भवत् इति अस्मिन् प्रथमविभक्तौ एकवचने भवान् तत्र आकारः अस्ति, तद्विहाय तद् अतिरिच्य तत् त्यक्त्वा सर्वं तथैव भवति. अतः भवान् भवन्तौ भवन्तः, सरित् सरितौ सरितः, भवन्तं भवन्तौ भवतः, तत्र सरित् सरितौ सरितः. अत्र रूपाणि सन्ति स्त्रीलिङ्गे पश्यन्तु, सरित् इति शब्दः स्यात्. हा पश्यन्तु, सरित् सरितौ सरितः द्वितीयपुटे करपत्रस्य सरितं सरितौ सरितः. यथा भवान् भवन्तौ भवन्तः, भवन्तौ भवन्तौ भवतः, भवता भवद्भ्यां भवद्भिः, सरिता सरिद्भ्यां सरिद्भिः. सरित् सरिति सरितोः सरित्सु. तर्हि यथा भवत् शब्दः भवति तथैव सरित् शब्दः अस्ति स्त्रीलिङ्गे. पुल्लिङ्गे अपि रूपाणि तथा पुल्लिङ्गे अपि तथा सन्ति. अत्र किं तत्र मरुत् लक्ष्मी भगिनी पठतु कृपया, मरुत् प्रथमे पुटे. मरुत् मरुतौ मरुतः, मरुतं मरुतौ मरुतः, मरुता मरुद्भ्यां मरुद्भिः, मरुते मरुद्भ्यः, मरुतः मरुद्भ्यां मरुद्भ्यः. नाम तत्र सम्पर्कः गतः, किन्तु रूपाणि तथा एव भवन्ति, अतः नास्ति एव समस्या. नाम अवगतं खलु, तत्र साम्यम् अस्ति? हा अस्तु, तर्हि अत्र अनन्तरम् अत्र कः शब्दः अत्र गुणीशब्दः अत्र द्वितीये पूते गुणीशब्दं पश्यतु गुणी तत्र सुब्रह्मण्यमहोदय तत्र किञ्चित् पठतु कृपया प्रथमविभक्तित्रयं लकारान्तः गुणे गुणी गुणिनौ गुणिनः विभक्तित्रयं नाम हा हा प्रथमाविभक्ति गुणि गुणिनौ गुणिनः हा तृतीयपर्यन्तं गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः अस्तु तर्हि किं पश्यामः यत् यथा प्रातिपदिकमस्ति प्रातिपदिकमस्ति गुणिन् तर्हि नकारान्तशब्दः तत्र नकारः भवति सर्वत्र यथा मरुत् शब्दः तत्र तकारः भवति सर्वत्र भवत् शब्दः अपि तथा तकारः सरित् शब्दः तकारः यत्र नकारान्तपदमस्ति तत्र मध्ये मध्ये नकारः भवति यत्र तकारः तकारान्तशब्दः तत्र मध्ये मध्ये तकारः अस्ति अत्र पश्यन्तु शिक्षार्थी इति नकारान्तशब्दः सुदामन् इति नकारान्तशब्दः अधिकारी इति नकारान्तः समाजसेवी सर्वे नकारान्तशब्दाः अत्र सन्ति आसक्तिमान् नकारः भवान् तकारान्तशब्दः उत्साहिन् इति नकारान्तः सुहृद् इति कीदृशपदः सुहृद् अनुभवशाली नकारान्तः अनुभवशालिन् वणिक् वणिक् जकारान्तः कुशलि अत्र कुशलिनः इति कीदृशपदम् नाम सारलयमस्ति खलु अनन्तरं सहोद्योगिनः अनन्तरम् अधिकारिणः शिक्षार्थिनः सुहृदः अग्रे सुहृदः हा हा परिश्रमिणः उत्साहिनः गीतानुरागिनः महान् ओके समीचीनम् इति तावदेव अस्ति किन्तु रूपाणि समानानि कुत्र भिद्यते इति चेत् तत्र कुत्रचित् सन्धिकार्यमस्ति सन्धिकार्यं यथा वणिज् इति शब्दः तत्र प्रथमभक्तो वणिक् ककारः अस्ति तत्तु सन्धिः अस्ति विशिष्टसन्धिः अस्ति अनन्तरं यथा आत्मन् इति शब्दः आत्मन् तत्र आत्मा आत्मानौ आत्मानः गुणिन् इति शब्दः गुणी गुणिनौ गुणिनः किञ्चित् प्रथमाविभक्तौ द्वितीयविभक्तौ अनन्तरं तृतीया इत्यस्मात् आरभ्य सप्तमीपर्यन्तं साम्यं सर्वेषां साम्यमस्ति तृतीया इत्यस्मात् सप्तमीपर्यन्तं भेदः कुत्र चेत् प्रथमाविभक्तौ द्वितीयभक्तौ च अस्तु तर्हि अग्रे पश्यामः अस्मिन् पाठे अत्र सहदेव महोदय पठति वा अस्मिन् पाठे नवमे पुटे योगी अस्मिन् पाठे प्रातिपदिकम् न अत उपरि लिखितमस्ति अस्मिन् पाठे अस्माभिः पठिताः शब्दाः अस्मिन् पाठे अस्माभिः पठिताः शब्दः एतादृशाः सन्ति शिक्षार्थी बिशक वनिक अधिकारी विनिक वा वा वा वनिक अधिकारी सुधामा अनुभवशाली कुशली महान समाजसेवी उत्साही एतेषां प्रातिपदिकम् प्रातपदिकं वर्णक्रमः च एवं भवति सम्यक् अन्य कोऽपि अस्ति कोऽपि इदानीम् आगतवान् वा समीचीनं हा स्वागतं महोदय तत्र पुस्तकमस्ति वा द्वितीयसोपानस्य गीतसोपान द्वितीयभागः अस्तु नवमे पुटे स्मः नवमे पुटे तत्र भवतः कश्चन अनुभवः अस्ति वा हलन्तशब्दानां ओके ओके अत्र कोष्टकमस्ति भवानेव पठति वा शब्दः प्रातिपदिकं वर्णक्रमः श्रीनिवासमहोदय अस्तु महोदय भवान् पठति वा नवमे पुटे अस्मिन् पाठे तत्तु समाप्तमस्ति कोष्टकं यत्र कोष्टकं तदधिक अधोभागे शब्दः प्रातिपदिकं वर्णक्रमः अत्र अत्र शब्दः अस्ति वर्तम वर्तमन ओ वर्तमन ओ वर्तमन ओ वर्तम सॉरी क्षम्यतां वर्तम वर्तम नो वर्तम वर्तम प्रातिपदिकं वर्तमन ओ अ ए त उ आ उ वर्तमन अस्तु बहु समीचीनमस्ति तर्हि अत्र तत्र अस्माकं विशिष्ट अवधानं भवेत् पदस्य अन्तिमवर्णः कः तदाधारेण रूपाणि भवन्ति यत्किमपि शब्दः यः कोऽपि शब्दः भवतु नाम यदि वयं प्रातिपदिकं जानीमः हलन्तशब्दविषये वदामि इदानीं प्रातिपदिकं जानीमश्चेत् अपि च लिङ्गं प्रातिपदिकं च लिङ्गं च जानीमश्चेत् तत्र सर्वाणि रूपाणि ऊहां कर्तुं शक्नुमः आधिक्येन साधु अपि स्यात् रूपाणि साधूनि स्युः तर्हि योगिन् इति पुल्लिङ्गशब्दः नकारान्तः कर्मन् इति नकारान्तः किन्तु नपुंसकलिङ्गशब्दः नाम योगिन् इति पुल्लिङ्गशब्दः कर्मन् इति नपुंसकलिङ्गशब्दः यद्यपि शब्दद्वयमपि नकारान्तं किन्तु रूपाणि भिन्नानि कुत्र भिन्नानि केवलं प्रथमविभक्तौ द्वितीयविभक्तौ च अनन्तरं तृतीय इत्यस्मादारभ्य सप्तमीपर्यन्तं रूपं समानं सर्वं केवलं यत् लिङ्गं यत्किमपि भवतु नाम पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः तत्र लिङ्गभेदः नास्ति किमपि रूपभेदः नास्ति लिङ्गम् अनुसृत्य रूपभेदः नास्ति किन्तु नपुंसकलिङ्गशब्दः अस्ति चेत् तत्र प्रथमाविभक्तौ द्वितीयविभक्तौ च रूपं भिन्नति अनन्तरं तृतीयतस्मात् सप्तमीपर्यन्तं लिङ्गं यत्किमपि भवतु नाम नपुंसकलिङ्गशब्दः स्त्रीलिङ्गशब्दः पुल्लिङ्गशब्दः तत्र सर्वाणि रूपाणि समानानि तृतीयतस्मात् आरभ्य तर्हि योगेन भवति यथा गुणिशब्दः प्रत्येकं शब्दस्य कश्चन प्रतिनिधिः भवेत् तत्र करपत्रं सर्वेषां पार्श्वे अस्ति वा करपत्रं अस्तु श्रीनिवासमहोदय करपत्रं प्राप्तं वा पश्य द्रष्टुं शक्नोति अस्तु अत्र यथा योगिनतिशब्दः द्वितीये पुटे तत्र पश्यन्तु गुणिशब्दः योगिन् यथा गुणिन् शब्दः तथा योगिन् अस्ति गुणिगुणिनौ गुणिनः योगी योगिनौ योगिनः अनन्तरं कर्मनितिशब्दः नकारान्तशब्दः नपुंसकलिङ्गशब्दः तत्र तृतीयपूतं पश्यन्तु तत्र कर्मशब्दः तु अस्ति एव कर्मशब्दः तत्र अस्ति कर्मशब्दः अनन्तरं वचस् इति नपुंसकलिङ्गशब्दः सकारान्तः अत्र करपत्रस्य अन्ते तत्र अन्तिमशब्दः कः मनस् यथा मनस् यदि वयं यदि मनस् जानाति तथा वचस् तथैव अस्ति मनः मनसि मनांसि वचः वचसि वचसा वचांसि वचः वचसि वचांसि सकारान्तशब्दः अतः मनस् जानाति चेत् यः कोऽपि सकारान्त नपुंसकलिङ्गशब्दः रूपं तथैव स्युः रूपाणि स्युः तथैव तर्हि करपत्रे यदि सर्वशब्दरूपाणि जानीमः तर्हि अस्माकं कार्यं सिद्धम् सर्वं हलन्तशब्दकार्यं सिद्धं वचस् मनस् इव अस्ति अग्रिमशब्दः बिसज् इति शब्दः जकारान्तशब्दः पुल्लिङ्गे अस्ति प्रथमपुटे पश्यन्तु तत्र प्रथमशब्दः कः वणिज् इति शब्दः तत्र तत्र विसर्ज इति प्रातिपदिकं वनेज् इति प्रातिपदिकं रूपाणि तथैव सन्ति. वनेज् इति जानाति चेत् विसर्ज तथैव अस्ति. सुहृद् तु करपत्रे अस्ति एव, दकारान्त पुल्लिङ्गशब्दः. अनन्तरं विपश्चित्, विपश्चित् इति पुल्लिङ्गे चिन्तयतु, विपश्चित् तकारान्तशब्दः. तर्हि कस्य सदस्य सदृशं भवति? मरुत् इति, मरुत्, मरुत् इति चिन्तयतु. अनन्तरम् आत्मन्, आत्मन् तु अस्ति एव करपत्रे एव. अनन्तरं त्वच्, त्वच् इति स्त्रीलिङ्गशब्दः. तो तर्हि करपत्रे कीदृशशब्दः अस्ति स्त्रीलिङ्गे? वाच् शब्दः. वाच् इति शब्दः यथा भवति तथैव त्वच् अपि भवति. अग्रिमशब्दः अस्ति वर्तमान्. वर्तमान् इति नपुंसकलिङ्गशब्दः, नकारान्त नपुंसकलिङ्गशब्दः. तर्हि कस्य सदृशशब्दः? कर्मन् इव अस्ति. तावदेव अस्ति. अग्रे शब्दाः तथैव सर्वे तथैव सन्ति. अग्रे पुटे पश्यन्तु. श्रीमन्, श्रीमन् इति नकारान्त पुल्लिङ्गशब्दः, कस्य सदृशशब्दः? क्षम्यतां, तकारान्तः, नकारान्तः, तकारान्तः. यथा भवान्, केवलम् आ, यथा भवान् भवति. अनन्तरं वनेज् इति सुहृदति पथिन्, पथिन् किञ्चित् भिन्नमस्ति. ऋत्विज्, ऋत्विज् इति पूलिङ्गशब्दः, केन सदृशशब्दः? प्रातिपदिकं जकारान्त खलु. प्रातिपदिकं ऋत्विज् कस्य सदृशशब्दः? वनिज्, आत्मन्, भीमकर्मन्, योगिन्, विद्वस्. विद्वस् अपि अत्र कुत्रचित् स्यात्. विद्वास् इति शब्दः सकारान्तशब्दः. तत्र द्वितीयपुटे पश्यन्तु, तत्र करपत्रस्य द्वितीयपुटे विद्वास् शब्दः अस्ति, सकारान्त पुलिङ्गशब्दः. विद्वान्. तर्हि किञ्चित् अग्रे सरेम. तर्हि अत्र प्रथमाविभक्तौ रूपाणि कीदृशानि सन्ति इति पश्यामः. अस्तु, सुब्रह्मण्यं महोदय, तत्र अग्रे पठति वा? प्रातिपदिकं कौष्टकमस्ति योगिन्. हलन्तशब्दानां बहुवचनरूपं दृष्ट्वा अपि प्रतिपदिकस्य अन्तनिर्धारणं कर्तुं शक्नुमः. अत्र लेखनदोष, लेखनदोषः अस्ति. प्रातिपदिकस्य, प्रातिपदिकस्य, कोष्टकं पठामि महोदय. प्रातिपदिकं योगिन्, वचनानि योगी, योगिनौ, योगिनः, नकारान्तशब्दः. वचः, वचसि, वचांसि, अकारान्तशब्दः. सुहृद्, सुहृद्, सुहृदौ, सुहृदः, दकारान्तशब्दः. वाच्, वाक्, वाचौ, वाचः, चकारान्तशब्दः. भिषज्, भिषक्, भिषजौ, भिषजः, चकारान्तशब्दः. महान्, महान्, महान्तौ, महान्तः, तकारान्तशब्दः. अत्र पश्यन्तु, अत्र सर्वे शब्दाः पुल्लिङ्गः, पुल्लिङ्गशब्दाः अथवा स्त्रीलिङ्गशब्दाः केवलं वचस् इति भिन्नम् अस्ति. वचस् इति भिन्नम् अस्ति. वचस् इति नकारान्तशब्दः, क्षम्यतां, नपुंसकलिङ्गशब्दः अस्ति. अन्ये शब्दाः समानाः. पश्यन्तु, योगिन् योगी, योगिनौ योगिनः, सुहृद् सुहृद् सुहृदौ सुहृदः, वाच् वाक् वाचौ वाचः, विसज् विसक् विसज्जौ विसज्जः, महान् महान् मन्दौ मन्तः. अत्र महान् महान्तौ महान्तः, सर्वे रूपाणि समानानि सन्ति खलु. वचस् भिन्नमस्ति. वचः, वचसि, वचांसि, नपुंसकलिङ्गे सः भेदः अपि केवलं प्रथमाविभक्तौ द्वितीयविभक्तौ च. यथा वारं वारं वदामि, तृतीयाविभक्त्यारभ्य सप्तमी पर्यन्तं समानमस्ति. लिङ्गम् अनुसृत्य न कोऽपि भेदः. केवलं प्रथमाविभक्तौ द्वितीयविभक्तौ च. अतः तत्र वचस्थिति भिन्नमस्ति. किन्तु ततः अग्रे तृतीयाविभक्तौ, तत्र योगी, योगी किमस्ति? योगिना, योगीभ्यां, योगिभिः. वचस् इति तृतीय. वचसा, वचभ्यां, तत्र वचसा, वचसा वग्भ्यां, वग्भ्यां, वग्भिः इति तादृशं स्यात्. च इत्यस्य स्थाने वज् च, च हा च, च हुकुः ग इति स्यात्. वग्भ्यां चहुकुः इति सूत्रमस्ति, तत्र वग् वग् वग्भ्यां भविष्यति. वचसा वग्भ्यां वग्भिः इति स्यात्. तत्र रूपाणि समानानि सन्ति. तर्हि सुहृदा सुहृद्भ्यां सुहृद्भिः, वाग्भ्यां वाचा वग्भ्यां वग्भिः, विसज् विसज्जा विसग्भ्यां विसग्भिः, अनन्तरं महान् महता महद्भ्यां महद्भिः. केवलं प्रथमाविभक्तौ द्वितीयाविभक्तौ च नपुंसकलिङ्गे भेदः अस्ति. बुद्धम्? अस्तु अग्रे. शान्ति लक्ष्मी भगिनी अग्रे. हा, नपुंसकलिङ्गे, नपुंसकलिङ्गे सत्यम्. अस्तु लक्ष्मी भगिनी अग्रे. एतेषां प्रातिपदिकानाम् अन्तिमः वर्णः व्यञ्जनमस्ति. व्यञ्जनानां हल् इति नाम. अतः एते हलन्ताः शब्दाः इति उच्यन्ते. हल् अन्ते यस्य सः हलन्तः. हा, बहु सम्यक् अस्ति. अस्तु तर्हि अग्रे अग्रे पश्याम. तत्र प्रथम अभ्यासं त्यजामः, द्वितीय अभ्यासं कुर्मः. अत्र अस्तु, पुष्पा भगिनी किञ्चित् वदति वा? पुष्पा भगिनी, प्रथमाविभक्तिरूपाणि उदाहरणे दर्शितानि सन्ति. यतोदाहरणम् अन्येषां शब्दानां प्रथमाविभक्तिरूपाणि लिखिता. श्रीमन् प्रातिपदिकं श्रीमन् एकवचनं श्रीमान् द्विवचनं श्रीमन्तौ बहुवचनं श्रीमन्तः. वणिक् वणिजं वणिजः. सुहृद् सुहृद् सुहृद् सुहृदौ सुहृदः. पतिं पतिं पन्थाः पन्थाः पन्थानौ सन्तानः. ऋत्विक् ऋत्विजौ ऋत्विजः. आत्मन् आत्मा आत्मानौ आत्मानः. भीमकर्मन् भीमकर्मा भीमकर्माणौ भीमकर्माणः. योगिन् न न तथा नास्ति. अत्र तथा नास्ति कर्म तत्र नपुं यथा मया उक्तं नपुंसकलिङ्गशब्दः अस्ति खलु भीमकर्म न भीमकर्म द्रष्टव्यमस्ति यदि बहुव्रीहिसमासः अस्ति द्रष्टव्यमस्ति भीमकर्म इति अस्य लिङ्गं किं यतोहि भवितुमर्हति न भीमकर्म प्रायः पुल्लिङ्गशब्दः स्यात् पुल्लिङ्गशब्दः अस्ति चेत् तथैव भवति भीमकर्म प्रायः पुल्लिङ्ग नाम बहुव्रीहिसमासं कृत्वा पुल्लिङ्गशब्दः अस्ति चेत् तथैव भवति भीमकर्म यत् पश्यन्तु एकवारं वदामि अत्र कर्मशब्दः नपुंसकलिङ्गशब्दः अस्ति कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि किन्तु शृणोतु किन्तु अत्र भीमकर्मन् इति समासः अस्ति इति कारणतः तत्र विशेषणमस्ति वस्तुतः बहुव्रीहिसमासः बहुव्रीहिसमासं तत्र अग्रे गत्वा पश्यामः बहुव्रीहिसमासः अस्ति इति कारणतः लिङ्गभेदः भवति कर्मशब्दः नपुंसकलिङ्गतः लिङ्गः तु किन्तु यतोहि विशेषणमस्ति अतः यस्य नाम अस्ति भीमकर्मन् सः पुरुषः अस्ति अतः एतत् अयं शब्दः नपुंसकलिङ्ग क्षम्यतां पुल्लिङ्गशब्दः भवति आत्मन् इव तर्हि भीमकर्मा आत्मा आत्मानो आत्मानः भीमकर्मा भीमकर्माणो भीमकर्माणः इति भीमकर्मकर्माणः इति भवति वस्तुतः पथिन् इति असामान्यशब्दः अत्र नैव स्थापनीयः आसीत् अत्र यत्र असामान्यशब्दः अस्ति किमर्थम् प्रारम्भिकस्तरीयपुस्तके स्यात् पथेन इति भिन्नशब्दः तत्र अत्र अपवादभूतशब्दः अस्ति अतः नाम त्यजतु यः शब्दः यतः शब्दः सामान्यः अस्ति तं जानातु यथा करपत्रे ये शब्दाः सन्ति तान् अस्तु योगिन् इति वदतु योगी विद्वस् अस्तु समीचीनमस्ति अस्तु अग्रे श्रीनिवासमहोदय अग्रे पठति वा यथोदाहरणम् एकवचनवाक्यं बहुवचनवाक्यत्वेन बहुवचनवाक्यम् एकवचनवाक्यत्वेन वा परिवर्तयत एकवचनम् यथा मणिक् विक्रयणं करोति वणिजः विक्रयणं कुर्वन्ति तद्मतः योगी कर्म करोति योगिनः कर्म कुर्वन्ति अस्तु समीचीनं लक्ष्मी भगिनी अग्रे बहुवचनरूपं पण्डिताः समदर्शिनः अस्तु पण्डिताः समदर्शिनः पण्डिताः इति एकवचने किम् पण्डिताः पण्डित् पण्डितः खलु भगिनि एतत् नाम नकारान्त तत्र हलन्तशब्दः नास्ति, सामान्य अजन्तशब्दः अस्ति. देवाः किं कारणम् इदानीं शब्दस्य पाठः न सर्वे शब्दाः हलन्तशब्दाः भवेयुः इति न. अत्र पण्डिताः समदर्शिनः, हलन्तशब्दः, पण्डिताः अजन्तशब्दः. वाक्यं समास नाम अभ्यासः समीचीनमस्ति. पण्डिताः समदर्शिनः, तत्र पण्डिताः इति अजन्तशब्दः, नाम अस्माकम् अभिज्ञानं भवेत् यत् शब्दः अजन्तः अथवा हलन्तः. पण्डिताः इति अजन्तशब्दः अस्ति, सामान्य अकारान्तपुल्लिङ्गशब्दः. तर्हि अस्तु, तर्हि तत्र भवती वदतु लक्ष्मी भगिनि. पण्डिताः इति एकवचनं समदर्शिनः. अस्तु, समदर्शिनः इति तत्र अन्वेषयतु, तत्र कीदृशपदमस्ति? हलन्तशब्दः तु किन्तु नकारान्त खलु. नाम समदर्शिनः यथा गुणि, गुणि इति रूपं पश्यतु, करपत्रे किमस्ति गुणि? बहु सम्यक् अस्ति खलु. समदर्शिनः अस्तु, समीचीनमस्ति. अग्रे तत्र भवानेव सदैव महोदय करोतु. बहुवचनं करोतु. सः इति बहुवचनं सः. ते सन्यासी इति कीदृशपदमस्ति? अस्तु, भवान् अवगमिष्यति गच्छतः कालेन भविष्यति सर्वम्. अत्र करपत्रमस्ति, तत्र सर्वे शब्दाः सन्ति. तत्र सुब्रह्मण्य महोदय तत्र साहाय्यं करोति वा? सन्यासी च योगी च बहुवचनरूपं, ते सन्यासिनः च योगिनः च. तत्र सदैव महोदय तत्र पश्यतु, तत्र गुणिशब्दः, तत्र करपत्रस्य द्वितीयपुटे तत्र गुणिशब्दः अस्ति. गुणिगुणिनौ गुणिनः सन्यासी सन्यासिनौ सन्यासिनः बहुवचने सन्यासिनः योगिनः. अस्तु, पुष्पा भगिनी अग्रे पुनः वदतु. सन्यासी गुणि पश्यति तत्र करपत्रे गुणिगुणिनौ गुणिनः. सन्यासी सन्यासिनौ सन्यासिनः. अस्तु, पुष्पा भगिनी अग्रे. आत्मानः सुदुर्लभाः, सः महात्मान् सुदुर्लभः. पुनः वदतु. न, महात्मान् इति न, तत्र आत्मा आत्मशब्द पश्यन्तु, आत्मन् अस्तु अग्रे श्रीनिवास महोदय अग्रे लक्ष्मी भगिनी करोतु अस्तु अग्रिमं करोतु अनन्यभाक् मां भजते अनन्यभाजः मां भजन्ते समीचीनमस्ति अनन्यभाजः अनन्य न तत् न माम् इति मां तु तिष्ठति एव कर्मपदमस्ति कर्मपदम् इति न परिवर्तते अस्तु अग्रे लक्ष्मी भगिनी अग्रे देयाः ते नित्य संन्यासिनः देयाः ते नित्य संन्यासिनः अग्रे वदतु देयः देयः सः नित्य संन्यासी अस्तु समीचीनमस्ति भवती एव पठतु अग्रे तत्र श्लोकः अस्ति एतत् सुभाषितं सावधानतया उच्चैः पठत पापान् निवारयति योजयते हिताय गुह्यं निगूहयति निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहाति ददाति काले तन्मित्रलक्षणमिदं प्रवदन्ति सन्तः अत्र मित्रस्य अर्थः उच्यते मित्रस्य अतः अत्र अन्तिमपङ्क्तिं पश्यन्तु पठतु एकवारम् अन्तिमपङ्क्तिं तन्मित्रलक्षणमिदं प्रवदन्ति सन्तः सन्मित्रलक्षणं नाम मित्रस्य लक्षणम् एतत् इति वदन्ति सन्तः तर्हि लक्षणं किम् इति पश्यामः पापान् निवारयति यः मित्रमस्ति पापान् निवारयति योजयते हिताय नाम यत्र पापकार्यमस्ति तत्र सः दूरीकरोति मम मित्रमस्ति अतः तादृशं कार्यं न कुर्यात् इति विचिन्त्य सः पापान् निवारयति अनन्तरं हिताय योजयते तस्य कल्याणार्थं तत्र हितकार्यं तत्र प्रेषयति च अनन्तरं गुह्यं नाम गुप्तरूपेण यत्किमपि अस्ति गुप्तरूपेण अवगच्छति गुप्तरूपेण यत् अस्ति तत् गुह्यं निगूहति न वदति गुप्तरूपेण रक्षयति गुह्यं गुप्तरूपेण रक्षयति मित्रम् अनन्तरं गुणान् प्रकटीकरोति तस्य मित्रस्य ये गुणाः सन्ति तान् प्रकटीकरोति सर्वेषां पुरतः प्रस्थापयति अनन्तरम् आपद्गतं च आपद्गतं न च न जहाति जहाति इत्युक्ते त्यजति जहाति इत्युक्ते त्यजति तर्हि आपत्काले यः मित्रं न त्यजति सः वास्तविकमित्रमस्ति अपि च ददाति काले तस्मिन् समये आपत्काले ददाति नाम सहायं करोति तस्मिन् समये अस्तु इति बुद्धं वा सर्वं अस्तु तर्हि पुनः पठेम एकवारम् अत्र सुब्रह्मण्यं महोदय पठति वा चतुर्थ अभ्यासः खलु महोदय न तत्र पुनः पठतु तत्र सुभाषितं सुभाषितमेव आम् महोदय पापान् निवारयति योजयते हिताय कुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहाति ददाति काले तन्मित्रलक्षणमिदं प्रवदन्ति भक्तः बहु सुन्दरमस्ति अस्तु अग्रे अग्रे अन्तिम अभ्यासं तत्र श्रीनिवासमहोदयं पठति वा श्रीनिवासमहोदय कोष्टके सुहृदः लक्षणानि सङ्गृहीतानि सङ्गृहीतानि सन्ति तानि यथोदाहरणं सुहृद् शब्दस्य प्रथमाविभक्तिरूपाणि उपयुज्य वाक्येषु लिखत एकवचनवाक्यानि बहुवचनवाक्यानि उदाहरणं सुहृद् पापात् निवारयति सुहृदः पापात् निवारयन्ति सुहृद् हिताय योजयति सुहृदः हिताय योजयन्ति अन्तिमम् अग्रिमम् सुहृद् गुह्यं निगूहति सुहृदः गुह्यं निगूहन्ति अस्तु पुष्पा भगिनी करोतु सुहृद् गुणान् प्रकटीकरोति सुहृदः गुणान् प्रकटी कुर्वन्ति अग्रे सुहृत् आपद्गतं न जहाति सुहृदः आपद्गतं न जहति सुहृत् काले ददाति सुहृदः काले ददति अत्र पश्यन्तु वदामि दशधातुगणाः सन्ति अस्तु दशधातुगणाः सन्ति तेषु तृतीयगणः तथा भवति यस्मिन् गणे द्वित्वं भवति द्वित्वं नाम दाधातुः द्वित्वं कृत्वा ददाति भीधातुः तत्र भयार्थे भीधातुः बिभेति अपि च बहुवचने नकारः न भवति यथा वदति वदतः वदन्ति वदन्ति कुर्वन्ति तत्र नकारः सामान्यतया भवति खलु बहुवचने किन्तु तृतीये गणे न भवति ददाति दत्तः ददति ददाति दत्तः ददति तथैव भवति अत्र जहति जहाति एकवचने जहाति बहुवचने जहति नकारः न भवति अस्तु तर्हि अयं पाठः अग्रे अस्ति अग्रे अपि अस्ति तत्र श्लोकाः सन्ति अत्र किं कुर्मः भवन्तः सर्वे अत्र श्लोकान् परिशीलयन्तु एतत् सर्वं सम्यक्तया द्रष्टुं शक्नुमः अत्र नाम अनेन हलन्तशब्दानाम् अभ्यासः भविष्यति इति एकं पञ्चम पञ्चम अभ्यासः षष्ठ अभ्यासः सप्तम अभ्यासश्च तत्र एकस्य श्लोकः अस्ति तत्र पञ्चमे अभ्यासे तदाधारेण षष्ठः अभ्यासः भवति अनन्तरं सप्तमे अभ्यासे तत्र चत्वारः श्लोकाः सन्ति तान् परिशीलयन्तु अनन्तरम् अग्रिमे सप्ताहे पश्येम अपि च करपत्रं करपत्रे हलन्तकरपत्रमस्ति खलु तत्र हलन्तकरपत्रे किमस्ति यत् कुर्मः जकारान्तः दकारान्तः तकारान्तः अत्र वनेज् सुहृद् मरुत् भवात् इति जानन्ति एव अस्मिन् सप्ताहे त्रिषु वचनेषु सप्तसु विभक्तिषु जकारान्त वनेज् दकारान्त सुहृद् तकारान्त मरुत् इति मनसि भवेत् अग्रिमे सप्ताहे भवन्तः सर्वे श्रावयिष्यन्ति वनिज् वनिज् वनिक् वनिजौ वनिजः वनिजं वनिजौ वनिजः वनिग्जा वनिग्भ्यां वनिग्भिः इति रूपाणि सन्ति यथा अभवत् शब्दः एतत् सर्वम् अतीवसुलभमस्ति किमपि नास्ति प्रतिदिनं कर्तव्यमस्ति प्रतिदिनं रतनं भवति चेत् नाम निमेषद्वयं लिटरलि निमेषद्वयं भवति चेत् कार्यं भविष्यति जकारान्तः वनिज् दकारान्तः सुहृद् तकारान्तः मरुत् भवितुमर्हति वा प्रतिसप्ताहं वयं एवमेव पदत्रयं करिष्यामः अनेन एकस्मिन् मासे अस्माकं कार्यं समाप्तं भविष्यति हलन्तशब्दाः सर्वं ज्ञाताः भविष्यन्ति अनन्तरं श्लोकरूपेण यदि बहु अस्ति बहु सर्वं कर्तुं न शक्नुवन्ति चेत् नास्ति चिन्ता किन्तु यावत् प्रथमश्लोकम् अवश्यं कुर्वन्तु न गुणि इति गुणिनम् एतत् अयं श्लोकः बहु कठिनः नास्ति अनन्तरं भगवद्गीतायाः श्लोकाः तत्र पश्यन्तु किञ्चित् वदिष्यामि अग्रिमे सप्ताहे भवन्तः अपि पश्यन्तु अहमपि वदिष्यामि किञ्चित् अस्तु समीचीनमस्ति वा कोऽपि प्रश्नः अस्तु अस्तु श्रीनिवास महोदय अग्रिमे सप्ताहे आगमिष्यति वा निश्चयेन आगच्छति बहु समीचीनम् ओके ओके बहु समीचीनम् अस्तु नमस्कारः तर्हि मिलामः नमस्कारः